नमस्कारः. लृट् लकारः इति करपत्रम् अनुवर्तते. तत्र अनेन लृट् लकारविधायकसूत्राणि समाप्तानि इत्यारभ्य पठनीयः इति मन्ये. सरला भगिनी कृपया पठति किं भगिनि. नमस्कारः. एषां लृट् लकारविधायकसूत्राणां कार्यं किम्? लृट् प्रत्ययविधानम्. अस्माभिः दृष्टं यत् सामान्यं लृट् लकारविधायकसूत्राम् अस्ति लिट् शेषे च येन भविष्यति क्रियार्थायां क्रियायां धातो लिट् शेषे च. अनेन धातो लिट् प्रत्ययः विधीयते. यथा भूधातु योगलिट् प्रत्यय तथैव अनेकानि विशिष्टानि लिट् लकारविधायकसूत्राणि अपि सन्ति यानि अस्माभिः अधुना परिशीलितानि. तैः अपि अयं लिट् प्रत्ययः विधीयते. एवमेव रीत्या जायते भूधातुयोगलिट् प्रत्ययः. तदा लिट् प्रत्ययः परे स्य इति विकरणप्रत्ययः विधीयते. शतासि लृट् लटौ क्षम्यतां शतासि लृट् लुटौ इत्यनेन धातोः परस्य शतासि प्रत्ययो लृट् लुटोः. अनेन निष्पद्यते भूयोगस्य योगलिट्. तदा इडागम आयाति. आर्धधातुकस्य इट् बलादे इत्यनेन अङ्गात् बलादेः आर्धधातुकस्य इट् भूयोग ए योगस्य योग लिट्. अयम् इडागमस्य प्रत्ययस्य एव. तदा आदेशप्रत्ययः इत्यनेन षत्वम् इण्को आदेशप्रत्ययो अपदान्तस्य सह मूर्धन्यसंहितायां नुवर्षजन्य शर्व्यव्याये अपि भूयोग इष्य योग लिट्. अनन्तरं भूयोग इष्य अस्ति इत्यतः सार्वधातुक आर्धधातुकयोः इत्यनेन इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति कृत्वा गुणकार्यं भोः योग क्षम्यतां भो योग इष्य. तदा अवादेश एचो यवायाव इत्यनेन एचः अयवायावः अचि संज्ञातां भवयोग इष्य योग लिट्. अनन्तरं विवक्षाम् अनुसृत्य लिट् प्रत्ययस्य स्थाने तिङ् प्रत्ययः विधीयते. भव योग इष्य योगति वर्णमेलने भविष्यति. अग्रे गत्वा अधुना एतां सम्पूर्णप्रक्रियायां क्रमेण परिशीलयिष्यामः. चिन्तनक्रमः किञ्चित् भिन्नः किन्तु विचारः अस्तु अयमेव. इदानीं वयं सर्वे लिट् लकारसूत्राणि दृष्टवन्तः. इदानीं कथं लिट् लकारस्य प्रक्रिया भवति, लिट् क्रियापदं कथं निष्पन्नं कर्तव्यं, तस्य विवरणम् अस्ति. तो प्रथमम् आगच्छति, वयं दृष्टवन्तः लिट् शेषे च इति सूत्रम् इति लिट् प्रत्ययविधानं सूत्रमस्ति. लिट् शेषे च अनुवृत्तिसूत्रमस्ति. भविष्यति क्रियार्थायां क्रियायां धातो लिट् शेषे च. वयं जानीमः क्रियार्था क्रिया यत् अस्ति इत्युक्ते या क्रिया लक्ष्यक्रिया अस्ति तस्य पूर्तिकरणार्थं द्वितीयक्रियायाः प्रयोगः भवति. यथा पठितुं गच्छति, पठितुम् इति अस्ति एका क्रिया, तस्य पूर्णार्थं गमनक्रिया भवति इति अस्ति क्रिया अर्थात् क्रिया गमनक्रिया. एण्ड् पठितुम् इति आगच्छति अत्र या क्रियाः लक्ष्य अस्ति. तो तथैव वयं दृष्टवन्तः अग्रे गत्वा तु सप्तमी स्थितं सूत्रं क्रियार्थायां क्रियायाम् अनेन लकारे कथं भवति, पठिष्यति इति गच्छति इति वयं दृष्टवन्तः पूर्व प्रथम परिच्छेदे एव. सो लिट् शेषे च, सो लिट् शेषे च इति न केवलं क्रियार्था क्रिया इति विशेषक्रिया अस्ति, किन्तु सामान्ये अपि लिट् लकारस्य प्रयोगः भवति. यथा वयं दृष्टवन्तः सामान्य भविष्यकाले यत्र इति दत्तं नास्ति, श्वः या परश्वः कदा इति अस्ति, तत्र सामान्य लिट् लकारस्य प्रयोगः, सामान्य भविष्यकाले लिट् लकारस्य प्रयोगः, अद्य यत् भविष्यति तत्रापि लिट् लकारस्य प्रयोगः भवति, अपि पर बहु परे यदि भविष्यकाल अस्ति तत्रापि लिट् लकारस्य प्रयोगः भवति. आहत्य अनद्यतने लुट् इति विहाय लिट् लकारस्य प्रयोगः भवति. सो अनद्यतने लुट् वयं दृष्टवन्तः तत् अस्ति, अनद्यतने लुट् अस्ति, यत्र स्वभावित्वं वा श्व इति अस्ति प्रयोगः तत्र लुट् लकारस्य इति, स्वभावित्वं वा श्व इति यस्य प्रयोगः नास्ति तत्र लिट् लकार भवति. अपि अहं विश्रमति व्यामिश्रे अपि लिट् लकारस्य प्रयोगः भवति, यत्र अद्य वा श्व इति निश्चयं नास्ति, संशयः अस्ति, तत्र अपि लिट् लकारस्य प्रयोगः भवति. अन्यानि विशेषसूत्राणि यत्र ये वयं दृष्टवन्तः तत्र लिट् लकार प्रयोगः अस्ति. इदानीं कथं लिट् लकारस्य प्रक्रिया भवति, तु प्रथमं विवक्षा लिट् लकार अस्ति, तु अनेन लिट् लकार यदि विवक्षा अस्ति तदानीं लकारस्य स्थाने चतासि लृ लटो लृ लिटो इति सूत्रेण विकर्णप्रत्ययः विधीयते. सो भू इति अस्माकं यदि उदाहरणरूपेण धातुः अस्ति, विवक्षा लिट् लकार अस्ति, तो लकारस्य स्थाने विकर्णप्रत्ययस्य आगच्छति, स्य योग लिट् अस्ति. तो इदानीं स्य अस्ति लिट् लकारस्य विकर्णप्रत्ययः. तो आहत्य किं भवति, लिट् लकार यत् स्य प्रत्ययः अस्ति इति न तु षित् अस्ति न तु तिङ् अस्ति, सो अतः इति आर्धधातुक प्रत्ययः अस्ति. तो इदानीं लिट् लकारस्य प्रयोगः तत्र आर्धधातुकप्रक्रिया भवति. सो भूयोगस्य, सो इदानीं यदि आर्धधातुकप्रक्रियायां वयं जानीमः यडागमचिन्तनं भवति, सो यडागमचिन्तनम् आगच्छति आर्धधातुकस्य एड् बलादे इति सूत्रेण. सो स्य इति सकार यत् आदौ अस्ति तत् वलादि अस्ति. सो अतः अत्र लिट् इदागमस्य प्रयोजनं भवति, किन्तु इदागमस्य आनेत्यम् आदौ इति द्रष्टव्यं यदि धातु इदागम अनुकूल अस्ति वा न. यदि धातु अपि अनुकूल अस्ति, स्य प्रत्ययः इदागम अनुकूल अस्ति, सो अतः तत्र इदागमः भवति. तो भूधातु वयं जानीमः अजन्त सर्वे उकारान्तधातव सेतः, तो इदानीं भूयोग, तो इदागम अस्ति स्य प्रत्ययस्य एव. सो इदागम इति आद्यन्तटकितोनेन इकार यत् अस्ति तत् आदौ आगच्छति प्रत्ययस्य आदौ. सो भूयोग ई योगस्य भवति इति लिट् लकार अस्ति. सो इदानीं यदि ई योगस्य तयो मध्ये इदानीम् आदेशप्रत्ययो इति सूत्रेण सकारस्य स्थाने मूर्धन्यसकार आगच्छति. आदेशप्रत्ययो इति अनुवृत्तिसहस्रसूत्रं दत्तमस्ति, इणको आदेशप्रत्ययो अपदान्तस्य सह मूर्धन्यसंहितायां नु वसर्जनीय च पुनः वदामि नु विसर्जनीय च व्यवाये अपि. तो इदानीं यत् ई धातु ई आगमः अस्ति, इदानीम् इण्को इण्को प्रत्याहारे वयं जानीमः अविहाय सर्वे अचुवर्णा अपि हयवर सर्वे आगच्छन्ति, अनुनासिकन्यमङ्गन झब लण अपि लण प्रत्ययम् आगच्छति, कवर्गीय वर्णाः अपि आगच्छन्ति. तत्र अपदान्तस्य इति अन्यनिमित्तम् अस्ति, एको इति परे अपदान्तस्य सह इति प्रत्ययस्य अवयवः अस्ति इति प्रत्यय अवयवस्य सकार अस्माकं प्रकृत उदाहरणे मूर्धन्य तस्य दन्तीय सकारस्य स्थाने मूर्धन्य सकार आगच्छति संहितायाम् इति सन्धिविषये व्ययावे यदि नुम् वा विसर्ग वा शर् प्रत्याहारे शर् प्रत्याहारे शर् शस् इति अपि व्यवयावपि अस्ति व्यवधानम् अपि अस्ति तदापि सकारस्य स्थाने शकार भवति सो अस्माकं प्रकृत उदाहरणमस्ति भूयोग इष्य योग लिट् अनन्तरम् इष्य भूयोग इष्य इदानीम् इष्य भवति अर्धधातुकप्रत्यय यदि आर्धधातुकप्रत्यये तस्य अङ्गकार्यं कर इदानीं करणीयं सो अङ्गकार्यं सार्वधातुक आर्धधातुकयो इति सूत्रेण भू यत् अदन्त अङ्गम् अस्ति तस्य ऊकारस्य गुणः भवति भो सो भो इति आगच्छति सो एकः अङ्गस्य भू एकः अङ्गस्य गुण सो भो योग इष्य पुनः इदानीं लिट् लकारस्य यदि अस्ति तत्र तदनन्तरं भो योग इष्य अत्र इदानीम् एचोयवायाव इदानीम् अव् आदेश भवति अयावायव अचि संज्ञातां कारणकि ई यत्र इष्य च ईकार अस्ति इति अच् प्रत्याहारे अस्ति तत्परे अस्ति अयवायाव इति अनेन अव् आदेश भो स्थाने अव् आदेश भवति इष्य तथैव तिष्ठति सो भवयोग इष्य योगलृट् तदनन्तरं लिट् इति अनेन सिद्धतिं प्रत्या वयं जानीमः प्रथमपुरुषे एकवचने ति आगच्छति सो वर्णमेलनेन मेलनेन भविष्यति इति रूपं निष्पन्नं भवति सो इति वयं आहत्य यदि लिट् लकारस्य विवक्षा अस्ति लिट् शेचे अनेन लिट् प्रत्ययः क्षम्यतां लिट् प्रत्ययः विधीयते लिट् प्रत्ययः इति अनेन चचासि लिट्लटो धातो अनन्तरं विकरणप्रत्ययः आगच्छति विकरणप्रत्ययः अनेन अन्य प्रक्रिया भवति इडागमचिन्तनम् आदेशप्रत्ययो इति आगच्छति तदनन्तरं गुणः भवति तदनन्तरं सिद्धतिं प्रत्ययोजनेन लिट्लकारस्य क्रियापदं निष्पन्नं भवति इति वा भगिनि किमपि उक्तवती धन्यस्मि महोदय एक प्रश्न कृत पृष्टवान् अस्माभिः सः भेदः अस्ति लिट्लकार अत्र लिट्लकार वा सार्वधातुकप्रत्ययः यदि अस्ति तर् आर्धधातुक वा सार्वधातुकप्रत्ययो कः भेदः भवति प्रक्रियायां प्रक्रियायां गण तत्र धातुगणमनुसृत्य तत्र विकरणप्रत्ययः सः एव भेदः खलु भगिनि आर्धधातुकम् इति लकार अनुसृत्य भवति प्रत्यय प्रत्यय प्रत्यय धन्यवादः धन्यस्मि अरुणा भगिनी भवती पठति वा भगिनी अग्रिम अनन्तरं पञ्च उपाङ्गकार्यं धातुतः प्रत्ययविज्ञानेन तिङ्गन्तसाधने या प्रक्रिया भवति तस्याम् अङ्गकार्यात् प्राक् पञ्च उपाङ्गकार्यं विदारणीयं भवति अस्मिन् चत्वारि उपाङ्गानि वर्तन्ते प्रत्यय आदेशः धात्वादेशः इडागमः अतिदेशः च द्वित्वम् अभ्यासकार्यं च इति पञ्चम उपाङ्गम् द्वित्वं संस्कृतभाषायां द्वित्वं केवलं पञ्चसु स्थलेषु भवति लिटि सनि चङ्गि यङ्गि स्लौ लुट्लकारे न भवति अतः अत्र चत्वारि उपाङ्गानि द्रष्टव्यानि येषां चतुर्णाम् उपाङ्गानां परिशीलनम् अनन्तरमेव अङ्गकार्यं कृत्वा सन्धिकार्यं साधनीयम् अतः सोपानेन क्रमेण एतत् सर्वं द्रष्टव्यम् ओके अत्र धातु प्रत्यय विधानेन तिङ् सङ्गन्तरूपं साधितुं प्रक्रिया अस्ति. तत्पूर्वं पञ्च उपाङ्गकार्याणि करणीयम् इति उक्तम् अस्मिन् अत्र लुट् लुट् लकारे केवलं चत्वारि उपाङ्गानि न वर्तन्ते. के ते के प्रत्ययादेशः दत्वादेशः इदागमः अतिदेशः च. पञ्चम उपाङ्गमस्ति द्वित्वम् अभ्यासकार्यं. परन्तु वयं जानीमः द्वित्वं केवलं पञ्चषु स्थलेषु भवति. लिट्टि अनि चङ्गि यङ्गि स्लौ च लिटि लिट्लकारोक्षे भूतकालः. सनि सन्नन्तदातवः चङ्गि ऐ डोण्ट् नो यङ्गि यङ्गन्तदातवः. स्लौ इति जुहादिगणे विकरणप्रत्ययः. लुट्लकारे नास्ति तत् कथ अभ्यासकार्यम्. अतः केवलं पञ्च उपाङ्गानि द्रष्टव्यानि. प्रथमं चत्वारि खलु केवलं चत्वारि उपाङ्गानि चत्वारि कृत्वा तदनन्तरम् अङ्गकार्यं कृत्वा सन्धिकार्यं करणीयम्. पठामि भगिनि. पठतु भगिनि. आम् प्रत्यय आदेशः लट्लकारस्य अदन्त अङ्गस्य कृते ये सिद्धतिङ् प्रत्ययाः सन्ति ते अत्रापि लुट्लकारे अपेक्षिताः. तेषां साधनप्रक्रिया द्रष्टव्या चेत् परस्मैपदे अत्र आत्मनेपदे च अवलोकताम्. लकारे अदन्ताङ्गम् अस्ति चेत् सिद्धतिङ् प्रत्यया सामान्य अन्य लकार तिङ् प्रत्यय एव वर्तते. तु क्लेशः एव नास्ति. इस्य इति प्रत्ययः मध्ये आगच्छति इति कृत्वा अदन्तम् अङ्गमेव भवति खलु. अनदन्तमङ्गं कदापि न भवति इति कृत्वा अदन्तम् अङ्गस्य यः प्रत्ययः अस्ति तदेव वयं स्वीकुर्मः. अनदन्तम् इत्यस्य चिन्तनं नास्ति एव, आवश्यकमेव नास्ति. परस्मैपदे आत्मैपदे प्रत्ययः. परस्मैपदे लटि सिद्धतिङ् प्रत्ययः. तीतः अन्ति सीतः थ मे वहामः. आत्मनेपदे लटि सिद्ध तिङ् प्रत्यया ते इते अन्ते से इते द्वे ए वहे महे. एषु प्रत्ययेषु परेषु च लुट् लकारस्य स्या प्रत्यय विधातव्य. स्यात्यासी लु लुटौ लुट्टि लुङ्गि च परे धातुतः स्या लुटि परे धातुतः तासि भवति. तासेरिकारः उच्चारणार्थं च तासिश्च तयोः इतरेतरद्वन्द्वः स्यातासि. लृ च लुट् लुच्च तयोः इतरेतरद्वन्द्वः लृ लुटो लुटौ तयोः लृ लुटौ. सप्त स्यातासि पदमान्तं लृ लुटौ. सप्तम्यन्तं द्विपदवतं सूत्रम् धातोः प्रत्ययः परश्च येषामेव इत्येषाम् अधिकारः. अनुवृत्तिसहितं सूत्रमस्ति. धातोः परश्च स्यात् तासि प्रत्ययौ लुटोः. अत्र लुट्लकारे अन्य प्रत्यय आगच्छति. सूत्रमस्ति स्यात् तासि लु लुटोः. इतनेन लकार लुट् लकार लुट् लकार लुट् लकार अत्र प्रथमं लुटि अस्ति चेत् तास् भवति, लुट् अस्ति चेत् स्या भवति, तदेव अत्र दत्तम्। तदेव भगिनि, अत्र अनुभूतिसहितं केवलं चेत् धातोः वरश्च स्यातासि प्रत्ययो लुलुटोः स्या गोस्विता लुट्लकार तास् इति लुट्लकारे भवति। तर्हि स्या प्रत्ययस्य योजनानन्तरं रुटि अनिट् धातूनां कृते सिद्धतिङ् प्रत्ययाः एते प्रश्नपदे लुटि सिद्धतिङ् प्रत्ययः स्यति स्यसः स्यन्ति स्यसि स्यसः स्यथ स्यामि स्यावः स्यामः आत्मनेपदे स्यते स्येते स्यन्ति स्यन्ति स्यसे स्येते स्वद्वि ते स्यावहे स्वाम स्यामहे स्वा स्यामहे। तदपि पठामि भगिनि, यथा सङ्ख्यां दीर्घत्वं भवति अतो दीर्घो यञ् इत्यनेन अजन्ताङ्गस्य दीर्घत्वं यञादि सार्वधातुप्रत्यये परे परस्य वास्यायुगमे अतो दीर्घो यञ् इति सूत्रेण वास्यामि एवमेव स्यामि स्यावः स्यामः स्यावहे स्यामहे। वयं जानीमः अत्र अदन्त अङ्गमस्ति प्रत्यय यन् प्रत्यय अस्ति अत्र अतो दीर्घो इति सूत्रेण दीर्घं भवति। वयं पूर्वं पठितवन्तः तिङ् प्रत्यय भूधातु अन्य धातु गणविषये पास्यामि इति दीर्घं भवति, पास्यावः पास्यामः। अग्रे पठामि भगिनि, पठतु भगिनि। एकनिमिषं, तत्र अतो दिगो इङि पठितवती वा न खलु? न भगिनि, कुत्र पठति? धन्यवाद। अदन्ताङ्गस्य दीर्घत्वं यज्ञानि तत्र यथासङ्गं दीर्घत्वं भवति इति उक्तवती, अनेन पास्ययोगः मि इत्यस्मिन् अतो दीर्घो यङि इत्यस्मिन् पास्यामि इति भवति। आम्, अदन्तङ्गस्य दीर्घत्वं यज्ञादि सार्वधातुकप्रत्यये परे यङ् प्रत्याहारे यवरल न्यमगणन झब इत्येते शब्दः इत्येते वर्णाः वर्तन्ते, अतः षष्ट्यन्तं दीर्घप्रथमान्तं यङि सप्तम्यन्तं त्रिपदमिदं सूत्रं। तरुस्तुषंयमः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्वकारः अस्ति अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः यस्मिन् विधिस्तदादौ अल्ग्रहणे इत्यनेन यङि सार्वधातुके इत्युक्तौ यज्ञादि सार्वधातुके इति अनुवृत्तिं प्राप्नुमः। अनुवृत्तिसहितसूत्रम्, अतः अङ्गस्य दीर्घः यङि सार्वधातुके। ये धातवः सेटः सन्ति तेषां तर्हि तदेव तत्र वयं पूर्वमेव पठितवन्तः, सुपरिचितम् अस्ति। यज्ञादिप्रत्ययः अस्ति तदा तु अदन्तम् अङ्गम् अपि अस्ति चेत् तत्र तु केवलम् अदन्तमङ्ग तत्र अदन्तङ्गस्य दीर्घः भवति। उदाहरणार्थं पास्ययोगः मी इति अस्ति चेत् तत्र तु पास्यामि इति प्राप्नुमः। अत्र तु केवलं तत्र कुत्र कुत्र तादृशं भवति इत्युक्ते पास्यामि पास्यावः पास्यामः इत्यत्र भवति, तदनन्तरं पास्यावहे पास्या क्षम्यतां किम् अस्ति वर्ध किं भवति तत्र आत्मनेपदी तत्रापि प इति धातुः आत्मनेपदधातुः दत्स्यावहे दत्स्यामहे इति तत्रापि भवति. तर्हि अग्रे ये धातवः सेटः सन्ति तेषां कृते आर्धधातुकसेड्वलादेः तेन इडागमः भवति. इडागमस्य योजनेन सर्वत्र आदेशप्रत्ययो इत्यनेन षड्त्वं भवति. तदा तु इस् ईयोगः स्यति. अधुना इस्य इति तत्र कीदृशः प्रत्ययः इत्युक्ते प्रत्ययरूपी अवयसकारः अस्ति इति कृत्वा तादृशप्रत्ययरूपी सकारस्य तत्र इङ् प्रत्याहारस्य कश्चन वर्णः पूर्वमस्ति चेत् तदा तु सकारस्य स्थाने षकारः भवति आदेशप्रत्ययोः इत्यनेन. तदा तु इष्यति इति प्राप्नुमः वयम् इति दागमः भूत्वा. अत्र तु सकारः तु वलादि वर्तते इति कृत्वा वलिप्रत्याहारे एकारं विहाय अन्ये सर्वे वर्णाः वर्तन्ते वलिप्रत्याहारे. तर्हि सकारः अपि तेषु अन्तर्भूतः अस्ति इति कृत्वा अनन्तरं इड्वशीकृति इति अनन्तरं सूत्रम् अन्यसूत्रमस्ति. कृत् प्रत्ययः अपि नास्ति इति कृत्वा तस्य सूत्रस्य प्रसक्तिः नास्ति इत्यतः अत्र तु डागमः निश्चयेन भवति इष्यति इति प्राप्नुमः. आदेशप्रत्ययो इत्यस्य तु वयं तदपि पूर्वं जानीमः. इन् प्रत्याहारस्य कवर्गीयात् च परे अपदान्त आदेशरूपी प्रत्ययवयो वा सकारः अस्ति चेत् आदेशरूपी वा प्रत्ययवयो वा तादृशसकारः अस्ति चेत् तस्य सकारस्य स्थाने षकारादेशो भवति. आदेशः तु मूर्धन्यवर्णस्य इत्येवम् उक्तं परं स्थानेन्तरतमः इत्यस्मात् ठ ढढण श इत्येषु मूर्धन्यवर्णेषु षकारः नैकट्यम् अतः षकारः एव आदिष्टः भवति. नुं विसर्गः शर् प्रत्याहारस्य वर्णः येषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति. इण् प्रत्याहारे इमे वर्णाः अन्तर्भूताः ऋ उ अश्मित इ उ ऋ ए ओ ऐ औ हयवर ल. तदनन्तरम् अनुवृत्तिः तत्र अनुवृत्तितः नुं विसर्जनीयशर्व्यवायेपि इत्युक्तमस्ति. तर्हि तादृशवर्गाणां वर्णानां व्यवधानमस्ति चेदपि अस्य कार्यं सम्भवति. तर्हि अस्य कार्यस्य नाम षत्वविधिः इति. आदेशस्य प्रत्ययश्च आदेशस्य प्रत्ययश्च आदेशप्रत्ययौ तयोः आदेशप्रत्ययोः इतरेतरद्वन्द्वः षष्ट्यन्तम् एकपदमिदं सूत्रम्. सहे साडः सः इत्यस्मात् सः इत्यस्य अनुवृत्तिः नुं विसर्जनीयशर्व्यवायेपि इत्यस्मात् पूर्णा अनुवृत्तिः भवति. तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. इण्कोः अपदान्तस्य मूर्धन्यः इत्यनयोः अपि अधिकारः. तर्हि अनुवृत्तिसहितसूत्रम् इण्कोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यः संहितायां नुं विसर्जनीय शर्व्यवायेपि इति पूर्णसूत्रं तत्तु तदपि सुपरिचितं सूत्रं पुनस्मरणं जातम्. अग्रे तावद् तावदेव कृतवन्तः भगिनि. मम एकः प्रश्नः अस्ति. वयं संहितायां तयोर्वावचि इति तदा पठामः किन्तु न जानामि तयोर्वावचि इति किम् अस्ति. पूर्वम् अस्माभिः साक्षात् तत् सूत्रं न पठितं भगिनि. पठितं वा न अहं न स्मरामि. कदापि न पठितवती तादृ पश्यन्ती अस्मि. मया न भगिनि न पठितमस्ति संहिता. अस्माभिः न पठितमस्ति साधु. आम् अस्माभिः निश्चयेन संहितायां तदेव वयम् इति तस्य प्रयोगं कुर्मः साधु. तावदेव तयोः किं भवति तयोः तत्र तयोः यकारवकारयोः अचि संहितायाम् इति अस्ति. अचि संहिता ओ यकारवकारयोः युवोः इति यो इति ओ अस्तु इति युवो इति एचो वयाव अस्ति अचि आवादेश आवादेश आम् ओ तयो युवौ अचि तस्य तु अनुवृत्तिः न भवति केवलं संहितायाम् इत्यस्य अनुवृत्तिः तदा केवलम् अहं तु सामान्यतया विस्मरामि नुन् विसर्जनीये शर्व्यवायेपि इति नित्यं विस्मरति किन्तु इदानीं स्मरता समीचीनमस्ति. मध्ये मध्ये एतादृशं पूर्वतन ये सूत्राणि सन्ति अतः महोदय अस्माभिः पृष्टवान् यथा अतो दीर्घो न्ययी अस्ति साधु अङ्गस्य दीर्घन्ययी सार्वधातुके इति अनुवृत्तिः अस्ति साधु सो इति पृष्टवान् अस्माभिः इदानीं पठितं स्यति स्यते स्यन्ते इति सर्वं आर्धधातुकः अस्ति तु कथम् अत्र सूत्रस्य प्रसक्तिः भवति तत् सार्वधातुके अस्ति कथम् इति आनीतव्यम् अत्र मम अवगमनं अतो दीर्घो यङि सार्वधातुके इति अस्ति वा अस्तु अस्तु तर्हि अत्र अहं वदिष्यामि वा अत्र वः मह इति तु तत्र तिंशत् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययो भवतः इति सः अपेक्षितवान् अस्माभिः उत्तरम् इति पुनरस्मरणाकर्ते पृच्छति तत्र तु केवलं प्रक्रिया अर्धधातुकप्रक्रिया अस्ति किन्तु मध्ये तु सार्वधातुकप्रत्ययः तु सार्वधातुकप्रत्ययः एव अस्ति तिङ् प्रत्ययः तु नित्यं सार्वधातुकः यः रीति या रीत्या महोदय पृच्छति तत् भ्रमः तत्रैव भ्रमः जायते महोदयस्य प्रश्नानां तत्र यया रीत्या महोदय पृच्छति तदा तु अस्माकं तत्र तत्र चिन्तनमेव न प्रचलति एव तत्र आवृतं भवति चिन्तनं मां पृष्टवान् इति अहमपि न महोदय अहं जानामि सार्वधातुके त्रिंशत् प्रत्यय सार्वधातुकम् अस्ति किन्तु यथा भवान् पृच्छति अति भ्रमः आगच्छति भगिनि एकः प्रश्नः भगिनि कोऽपि तत्र पाठक अक्षकः भवतु यदा पाठयति अस्मान् उद्दिश्य कमपि प्रश्नं पृच्छति चेत् तदा तु तादृशं सम्भवति इति मन मम वर्गेपि जनाः सामान्यतया मां तत्र किमस्ति दूरु तत्र किं भगिनि भवती यदा यदा पृच्छति तदा तु अस्माकं तत्र किमपि वक्तुं न शक्नुमः इति पृच्छति अनन्तरं यदा चिन्तयामः तदा तु जानन्ति एव किन्तु महोदय प्रश्नानि इति वदामि अरुण भगिनि किमपि उक्तवती नैकट्यम् इत्यर्थं चिन्तयामि समीपे इति भगिनि नैकट्यम् इत्युक्ते समीपे पार्श्वे निकटे निकटे भव इति नैकट्यं निकटस्य भावः नैकट्यं सामीप्यम् इति समीपस्य भावः सामीप्यं निकटस्य भावः नैकट्यम् अस्तु भगिनि अस्तु तर्हि विरमामः धन्यवादः शुभरात्रिः